पद्मपुराणं खण्डं 1 सृष्टिखण्डम् अध्यायं 2 सूत उवाच नमस्ये सर्वलोकानां विश्वस्य जगतः पदिं य इमं कुरुदे भावं सृष्टिरूपं प्रधानविद लोककृल्लोकतत्त्वज्ञो योगमास्थाय योगविद असृजत् सर्वभूतानि स्थावराणि चराणि च तमजं विश्वकर्माणं चित्पदिं लोकसाक्षिणं पुराणाख्यानजिज्ञासुर्व्रजामि शरणं विभुं ब्रह्मविष्णुगिरीशेभ्यो नमस्कृत्वा समाहितः इन्द्राय लोकपालेभ्यः सवित्रे च समाधिना मुनीनां च वरिष्ठाय वसिष्ठाय महात्मने तद्वक्त्रे भादतपस्ये जादूकर्ण्याय चाक्षुषे तस्मै भगवते नत्वा वेदव्यासाय वेधसे पुरुषाय पुराणाय भृगुवाक्यानुवर्तिने तस्मादहमुपाश्रौषं पुराणं ब्रह्मवादिनः सर्वज्ञात् सर्वलोकेषु पूजिताद्दीप्ततेजसः अव्यक्तं कारणं यत्तन्नित्यं सदसदात्मकम् महदादिविशेषां तं सृजतीति विनिश्चयः अण्डे हिरण्मये पूर्वं ब्रह्मणः सूदिरुत्तमा अण्डस्यावरणं चाद्भिरपामपि च तेजसा वायुना तस्य वायोः का तद्भूतादिद आवृतम् भूदादिर्महदा चापि अव्यक्तेनावृतो महान् प्रादुर्भावश्च लोकानामण्ड एवोपवर्णितः नदीनां पर्वतानां च प्रादुर्भावोऽनुवर्ण्यते मन्वन्तराणां संक्षेपात् कल्पानां चोपवर्णनं ब्रह्म वृक्षलय ब्रह्म प्रजा सर्गोपवर्णनं कल्पानां सञ्चरश्चैव जगदस्थापनं तथा शयनं च हरेरप्सु पृथिव्युद्धरणं पुनः दशधा जन्मसञ्चारो भृगुशापेन केशवे सन्निवेशो युगादीनां सर्वाश्रमविभाजनं स्वर्गस्थानविभागश्च मर्त्यानां स्वर्गचारिणां पशूनां पक्षिणां चैव सम्भवः परिकीर्तितः तथा निर्वचनं कल्पं स्वाध्यायस्य परिग्रहः प्रतिसर्गाः पुनः प्रोक्ता ब्रह्मणो बुद्धिपूर्वकाः त्रयोऽन्ये बुद्धिपूर्वास्ते तथा लोका न कल्पयद ब्रह्मणो वदनेभ्यश्च भृग्वादीनां समुद्भवः कल्पयोरं तरं प्रोक्तं प्रतिसन्धिश्च सर्गयोः भृग्वादिनां ऋषीणां च प्रजासर्गोपवर्णनं वसिष्ठस्य च ब्रह्मर्षेर्ब्रह्मत्वं परिकीर्तितं स्वायम्भुवस्य च मनोस्ततश्चाप्यनुकीर्तनम् उक्तो नाभेर्विसर्गश्च रजसश्च महात्मनः द्वीपानां च समुद्राणां पर्वतानां च कीर्तनं द्वीपभेदः समुद्राणामन्तर्भावश्च सप्तसु कीर्त्यन्ते योजनाग्रेण ये च तत्र निवासिनः तदीयानि च वर्षाणि नदीभिः पर्वतैः सह जम्बुद्वीपादयो द्वीपासमुद्रैः सप्तभिर्वृताः अण्डस्यान्तस्त्विमे लोकाः सप्तद्वीपा च मेदिनी सूर्याचन्द्रमसोश्चारो ग्रहाणां ज्योतिषां तथा कीर्त्यते ध्रुवसामर्थ्यात् प्रजानां च शुभाशुभं ब्रह्मणा निर्मितः सौरस्यन्दनोऽर्थवशात् स्वयं कल्पितो भगवांस्तेन प्रसर्पदि दिवाकरः सूर्यादीनां स्यं दनानां ध्रुवादेवप्रवर्तनम् कल्पितशिंशुमारश्च यस्य पुच्छेद्ध्रुवस्थितः सम्भवान्ते च संहारसंहारान्ते च सम्भवः देवतानां ऋषीणां च मनोः पितृगणस्य च न शक्यं विस्तराद्वक्तुमित्युक्तं च समासदः अतीतानागतानां वै समं स्वायम्भुवेन तु मन्वन्तरेषु देवानां प्रजेशानां च कीर्तनं नैमित्तिकः प्राकृतिकस्तथैवात्यन्तिकः स्मृतः त्रिविधः सर्वभूतानां कल्पितः प्रति संचरः अनावृष्टिर्भास्कराच्च घोरसंवर्तकानलः मेघाश्चैकार्णवाये तु तथा रात्रिर्महात्मनः सन्ध्यालक्षणमुद्दिष्टं तथा ब्राह्मं विशेषतः भूतानां चापि लोकानां सप्तानामनुवर्णनं सङ्कीर्त्यं ते मया चात्र पापानां रौरवादयः सर्वेषामेव सत्त्वानां परिणामविनिर्णयः ब्रह्मणप्रतिसर्गश्च सर्वसंहारवर्णनं कल्पे कल्पे च भूतानां महतामपि संक्षयः सुसंख्याय च बुद्ध्वा वै ब्रह्मणश्चाप्यनित्यतां दौरात्म्यं चैव भोगानां संसारस्य च कष्टतां दुर्लभत्वं च मोक्षस्य वैराग्याद्दोषदर्शनं व्यक्ताव्यक्तं परित्यज्य सत्त्वं ब्रह्मणि संस्थितं नानात्वदर्शनात् सुस्ततस्तदभिवर्तते तदस्तापत्रयातीतो विरूपाख्यो निरञ्जनः आनन्दं ब्रह्मणः प्राप्तो न बिभेदि कुतश्चन इति कृत्य समुद्देश्य प्रमाणस्योपवर्णितः कीर्त्यं दे जगतो यत्र सर्गप्रलयविक्रियाः प्रवृत्तिश्चापि भूतानां निवृत्तीनां फलानि च प्रादुर्भावोऽवशिष्टस्य शक्तेर्जन्म तथैव च सौदासान्निग्रहस्तस्य विश्वामित्रकृतेन च पराशरस्य चोत्पत्तिरदृश्यन्त्यां यथा विभोः जज्ञे पितॄणां कन्यायां व्यासश्चापि यथा मुनिः शुकस्य च यथा जन्मपुत्रस्य सह धीमदः पराशरस्य विद्वेषो विश्वामित्रकृतो यथा वसिष्ठसम्भृतश्चाग्निर्विश्वामित्रजिघांसया सन्धानहेदोर्विभुना जीर्णकण्वेन धीमता देवेन विप्राविप्राणां विश्वामित्रहृदयिषिणा एकं वेदं चतुःपादं चतुर्धा पुनरीश्वरः यथा बिभेदभगवान् व्यासः सर्वेष्वनुग्रहाद तस्य शिष्यप्रशिष्यैश्च शाखाभेदाः पुनः कृताः प्रयागे मुनिवर्यैश्च यथा पृष्ठ स्वयं प्रभुः कृष्णेन चानुशिष्ठास्ते मुनयो धर्मकाङ्क्षिणः एतत्सर्वं यथा तत्त्वमाख्यातं द्विजसत्तमाः मुनीनां धर्मनित्यानां लोकतन्त्रमनुत्तमं ब्रह्मणा यत्पुरा प्रोक्तं पुलस्त्याय महात्मने पुलस्त्येनाथ भीष्माय गङ्गाद्वारे प्रभाषितं धन्यं यशस्यमायुष्यं सर्वपापप्रणाशनम् कीर्तनं श्रवणं चास्य धारणं च विशेषतः सुदेनानुक्रमेणेदं पुराणं सम्प्रकाशितं ब्राह्मणेषु पुरा यच्च ब्रह्मणोक्तं सविस्तरम् पादमस्य विदन् सम्यग्योधीयीतजितेन्द्रियः तेनाधीतं पुराणं स्यात् सर्वं नास्त्यत्र संशयः यो विद्याचतुरो वेदान् साङ्गोपनिषदो द्विजः पुराणं च विजानादि यः स तस्माद्विचक्षणः इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् बिभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्यति अधीत्य चैकमध्यायं स्वयं प्रोक्तं स्वयं भुवा आपदः प्राप्यमुच्येद यथेष्टां प्राप्नुयाद्गतिं पुरा परम्परां वक्रिपुराणं तेन वैस्मृतम् निरुक्तिमस्य यो वेद सर्वपापै प्रमुच्यते ऋषयो ह्यब्रुवन् सूतं कथं भीष्मेण सङ्गदः ब्रह्मणो मानसपुत्रः पुलस्त्यो भगवान् ऋषिः दुर्लभं दर्शनं यस्य नरैः पापसमन्वितैः अत्याश्चर्यमिदं सुदक्षत्रियेण कथं मुनिः आराधितो बृहद्भूतस्तन्नो वद महामदे कीदृशं वा तपस्तेन को वान्यो नियमकृतः येन तुष्टो मुनिर्ब्राह्मस्तथा तेन प्रभाषितः पर्वं वाप्यथ पर्वार्थं समग्रं वा प्रभाषितं यस्मिन् स्थाने यथा दृष्टः पुलस्त्यो भगवान् ऋषिः तन्नो वद महाभागकल्यास्म श्रवणे वयं सूत उवाच यत्र गङ्गा महाभागा साधूनां हितकारिणी विभिद्य पर्वतं वेगान्निसृता लोकपावनी गङ्गाद्वारे महातीर्थे भीष्मपितृपरायणः शुश्रूषुसुचिरं कालं महदां नियमे स्थितः यावद्वर्षशतं साग्रं परमेण समाधिना ध्यायमानः परं ब्रह्मत्रिकालं स्नानमाचरद पितॄन् देवांस्तर्पयदः स्वाध्यायेन महात्मनः आत्मानं कर्षतश्चास्य तुष्टो देवः पितामहः उवाच तनयं ब्रह्मा पुलस्त्यमृषिसत्तमं सत्त्वं देवव्रतं भीष्मं वीरं कुरुकुलोद्भवं तपसः संनिवर्तस्वकारणं चास्य कीर्तय पितॄन् भक्त्या महाभागोऽध्यायमानःसमास्थितः यो ह्यस्य मनसः कामस्थं सम्पादयमाचिरं पितामहवच श्रुत्वा पुलस्त्यो मुनिसत्तमः गङ्गाद्वारमधागत्य भीष्मं वचनमब्रवीद वरं वरय भद्रं ते यत्ते मनसि वर्तते तुष्टस्ते तपसा वीरसाक्षाद्देवप्रितामहः ब्रह्मणा प्रेषितस्तेऽहं वरान् दास्यामि काङ्क्षितान् भीष्मोऽपि तद्वच श्रुत्वा मनःश्रोत्रसुखावहम् उन्मील्य नयने दृष्ट्वा पुलस्त्यं पुरतस्थितम् अष्टाङ्गप्रणिपादेन नत्वा तं मुनिसत्तमम् उवाच प्रणदो भूत्वा सर्वाङ्गालिङ्गितावनिः अद्य मे सफलं जन्मदिनं चेदं सुशोभनं भवदश्चरणौ दृष्टौ जगद्वन्द्यौ मया त्विह तपसश्च फलं प्राप्तं यद्दृष्टो भगवान् मया वरप्रदो विशेषेण सम्प्राप्तश्च नदीतटे इयं वृषी मया क्लृप्ता अस्यदां सुखदा कृता अर्घ्यपात्रे दुपालाशे दूर्वाक्षदसुम्हैः कुशैः सर्षपैश्च ददीक्षौद्रायवैश्च पायसा सह अष्टाङ्गो ह्येष निर्दिष्टो ह्यर्को हि मुनिभिः पुरा श्रुत्वै तद्वचनं तस्य भीष्मस्यामिततेजसः उपविष्टो ब्रह्म सुतः पुलस्त्यो भगवान् ऋषिः विष्टरं सहपाद्येन अर्कपात्रं मुदान्विदः जुजोष भगवान् प्रीतः सदाचारेण तेन तु पुलस्त्य उवाच सत्यवान्दानशीलोऽसि सत्यसन्धिर्नरेश्वरः ह्रीमान् मैत्रः क्षमाशीलो विक्रान्तशत्रुशासने धर्मज्ञस्त्वं कृतज्ञस्त्वं दयावान् प्रियभाषिता मान्यमानयिदा विज्ञो ब्रह्मण्यः साधुवत्सलः तुष्टस्तेऽहं सदा वत्सप्रणिपादपरस्य वै प्रब्रूहित्वं महाभागकथनं ते वदाम्यहम् भीष्म उवाच भगवन् भगवान् ब्रह्मा कस्मिन् काले स्थितो विभुः सृष्टिं चकार वै पूर्वं देवादीनां वदस्व मे स्थितिं वा भगवान् विष्णुकथं रुद्रस्तु निर्मितः कथं वा ऋषयो देवासृष्टास्तेन महात्मना कथं पृथ्वी कथं व्योम कथं चेमेदुसागराः कथं द्वीपाः पर्वताश्च ग्रामारण्यपुराणि च मुनीन् प्रजापतींश्चैव सप्तर्षीन् प्रवरानपि वर्णान्वायुं पुरास्थानं गन्धर्वाण्यक्षराक्षसान् तीर्थानि सरिदो वाद सूर्यादीन् ग्रहतारकान् यथा ससर्ज भगवांस्तथा मे त्वं वदस्वः पुलस्त्य उवाच परः पराणां परमः परमात्मापिदामहः रूपवर्णादिरहितो विशेषेण विवर्जितः अपक्षयविनाशाभ्यां परिणामर्धिजन्मभिः गुणैर्विवर्जितः सर्वैः सभातीदिः केवलं सर्वत्रासौ समश्चापि वसन्ननुपमो मदः भावयन् ब्रह्मरूपेण विद्वद्भिः परिपठ्यते तं गुह्यं परमं नित्यमजमक्षयमव्ययम् तथा पुरुषरूपेण कालरूपेण संस्थितं तं नत्वाहं प्रवक्ष्यामि यथा सृष्टिं चकारः पूर्वं तु पद्मशयनादुद्धाय जगतः प्रभुः गुणव्यञ्जनसम्भूतः सर्गकाले नराधिप सात्विको राजसश्चैव तामसश्च त्रिधा महान् प्रधानतत्त्वेन समं तथा बीजादिभिर्वृदः वैकारिकस्तैजसश्च भूतादिश्चैव तामसः त्रिविधोऽयमहङ्कारो महत्तत्त्वादजायत भूतेन्द्रियाणां पञ्चानां तथा कर्मेन्द्रियैः सह पृथिव्यापस्तथा तेजो वायुराकाशमेव च एकैकशस्वरूपेण कथयामि यथोत्तरम् शब्दमात्रमथाकाश्यं भूताधिकं समावृणोत् अथाकाश्यं विकुर्वाणं स्पर्शमात्रं ससर्जः बलवानेष वै वायुस्तस्य स्पर्शो गुणो मदः आकाशं शब्दमात्रं तु स्पर्शमात्रं समावृणोत् ततो वायुर्विकुर्वाणो रूपमात्रं ससर्जः ज्योतिरूपं तु तद्वायुस्तद्रूपगुणमुच्यते स्पर्शरूपस्तु वै वायुरूपमात्रं समावृणोत् ज्योतिश्चापि विकुर्वाणं रसमात्रं ससर्जः सम्भवन्ति तदोम्भासि रूपमात्रं समावृणोद विकुर्वाणानि चाम्भासि गन्धमात्रं ससर्जिरे सङ्खादो जायते तस्मात् तस्य गन्धो मदो गुणः तैजसानीन्द्रियाण्याहुर्देवा वैकारिकादश एकादशं मनश्चात्र देवा वैकारिका स्मृताः त्वक्चक्षुर्नासिका जिह्वा श्रोत्रमत्र च पञ्चमम् एतेषां तु मदं कृत्यं शब्दादिग्रहणं पुनः वाक्पाणिपादपायूनि चोपस्थं तत्र पञ्चमम् विसर्गशिल्पगत्युक्तिर्गुणा येषां विपर्ययात् आकाशवायुतेजांसि सलिलं पृथिवी तथा शब्दादिभिर्गुणैर्वीरयुक्तानीत्युत्तरोत्तरैः शान्ताकोराश्च मूढाश्च विशेषास्तेन ते स्मृताः नानावीर्याः पृथग्भूतास्ततस्ते संहतिं विना नाशक्नुवन् प्रचास्रष्टुमसमागम्य कृष्णशः समेत्यान्योन्यसंयोगात् परस्परसमाश्रयाद् एकसंकादलक्षाश्च सम्प्राप्यैक्यमशेषदः पुरुषाधिष्ठितत्वाच्च व्यक्तानुग्रहणे तथा महदादयो विशेषान्ताह्यण्डमुत्पादयन्ति वै तत्क्रमेण विवृत्तं तु जलबुद्बुदवत्समं तत्राव्यक्तस्वरूपोऽसौ व्यक्तरूपी जनार्दनः ब्रह्मा ब्रह्मस्वरूपेण स्वयमेव व्यवस्थितः मेरुरुल्बमभूत्तस्य जरायुश्च महीधराः गर्भोदगं समुद्राश्च तस्यासंश्च महात्मनः तत्र द्वीपासमुद्राश्च सज्योतिर्लोकसङ्ग्रहः तस्मिन्नण्डे भवन्वीरसदेवासुरमानुषाः वारि वह्न्यनिलाकाश्यैर्वृतैर्भूतादिना बहिः वृदं दशगुणैरण्डं भूतादिर्महदा तथा अव्यक्तेनावृतो राज्यं स्थैः सर्वैः सहितो महान् येभिरावरणैः सर्वैः सर्वभूतैश्च संयुधम् नारिकेलफलं यद्वद्बीजं बाह्यदलैरैव ब्रह्मा स्वयं च जगतो विसृष्टौ सम्प्रवर्तते सृष्टिं च पात्यनुयुगं यावत्कल्पविकल्पना स संज्ञां यादि भगवानेक एव जनार्दनः सत्त्वभुग्गुणवान् देवो ह्यप्रमेय पराक्रमः तमोद्रेकं च कल्पान्ते रूपं रौद्रं करोति च राजेन्द्राखिलभूतानि भक्षयत्यधिभीषणः भक्षयित्वा च भूतानि जगत्येकार्णवीकृते नागपर्यङ्कशयने शेदे सर्वस्वरूपदृक् प्रबुद्धश्च पुनः सृष्टिं प्रकरोति च रूपदृक् सृष्टिस्थित्यन्तकरणाद् ब्रह्मविष्णुशिवात्मकः स्रष्टा सृजति चात्मानं विष्णुः पाल्यं च पादि च उपसंह्रियते चापि संहर्ता च स्वयं प्रभुः पृथिव्यापस्तथा तेजो वायुराकाशमेव च स एव सर्वभूतेशो विश्वरूपो यदोऽव्ययः सर्गादिकं तदोऽस्यैव भूतस्थमुपकारकम् स एव सृज्य स च सर्गकर्ता स एव पाल्यं प्रतिपाल्यते यतः ब्रह्माद्यवस्थाभिरशेषमूर्तिर्ब्रह्म वरिष्ठो वरदो वरेण्यः इति श्रीपद्मपुराणे प्रथमे सृष्टिखण्डे पुराणावतारे द्वितीयोऽध्यायः ओ